पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 66 शेष उवाच कथितौ वै सुमतिना वाल्मीकेराश्रमे शिशू पुत्रौ स्वीया विधिज्ञात्वा वाल्मीकिं प्रदिशं जगौ श्रीराम उवाच कौ शिशू मम सारूप्य धारकौ बलिनां वरौ किमर्थं तिष्ठतस्तत्र धनुर्विद्याविशारदौ अमात्यकथितौ श्रुत्वा विस्मयो मम जायते यौ शत्रुघ्नं हनूमन्तं लीलयाङ्गबबन्धदुः तस्माच्छंस मुने सर्वं बालयोश्च विचेष्टितं यद्धा मे परमाप्रीतिर्भवत्येवमभीप्सिता इति तत्कथितं श्रुत्वा राजराजस्य धीमतः उवाच परमं वाक्यं स्पष्टाक्षरसमन्वितम् वाल्मीकिरुवाच तवान्तर्यामिणे नृणां कथं ज्ञानं च नो भवेद् तथापि कथयाम्यत्र तव सन्तोषहेतवे राजन्यौ बालकौ मह्यमाश्रमे बलिनां वरौ त्वत्सारूप्यधरौ स्वाङ्गमनोहरवपुर्धरौ त्वया यदा वने त्यक्ता जानकी वै निरागसी अन्धर्वत्नी वने कोरे विलपंती मुहुर्मुहुः कुररीमिव दुःखार्तां वीक्ष्याहं तव वल्लभां जनकस्य सुधां पुण्यामाश्रमे त्वानयं तदा तस्या पर्णकुटीरम्या रचिता मुनिपुत्रकैः तस्यामसूदपुत्रौ द्वौ भासयं तौ दिशो दश तयोरकरवं नाम कुशोलव इति स्फुटं ववृद्धादे निशं तत्र शुक्लपक्षे यथा शशी कालेनोपनयाद्यानि सर्वाणि कृतवानहं वेदान् साङ्गानहं सर्वान् ग्राहयामास भूपते सर्वाणि सरहस्यानि शृणुष्व मुखदो मम आयुर्वेदं धनुर्विद्यां शास्त्रविद्यां तथैव च विद्यां जालं धरीं चाध सङ्गीतकुशलौ कृतौ गङ्गाकूले गायमानौ लताकुञ्चवनेषु च चञ्चलौ चलचित्तौ तौ सर्वविद्याविशारदौ तदाहमधिसन्तोषं प्राप्तश्चाहं रघूत्तम दत्त्वा सर्वाणि शास्त्राणि मस्तके निषदकरः अतीव गानकुशलौ दृष्ट्वा लोका विसिस्मिरे षड्ज मध्यम गान्धारस्वरभेदविशारदौ तथा विधौ विलोक्याहं गापयामि मनोहरं भविष्यज्ञानयोगाच्च कृतं रामायणं शुभम् मृदङ्गपणवाद्यादियन्त्रवीणाविशारदौ वने वने च गायन्तौ मृगपक्षिविमोहकौ अद्भुतं गीतमाधुर्यं तव रामकुमारयोः श्रोतुं तौ वरुणो बाला वाणिनाय विभावरीम् मनोहरवयोरूपौ गानविद्याब्धिपारगौ कुमारौ जगदुस्तत्र लोकेशादेशदःफलम् परमं मधुरं रम्यं पवित्रं चरितं तव शुश्राववरुणः सार्धं कुटुम्बेन च गायकैः शृण्वन्नैव गदस्तृप्तिं मित्रेण वरुणः सह सुधातोऽपि परं स्वादुचरितं रघुनन्दन गानानन्दमहालोभहृदप्राणेन्द्रियक्रियः प्रत्यागन्तुं दिदेशासौ कुमारौ न हि तावकौ रमणीयमहाभोगैर्लोभितावपि बालकौ चलितौ न गुरोश्चात्ममादुःपादाम्बुजस्मृतेः अहं चापि गतः पश्चाद्वरुणालयमुत्तमं वरुणः प्रेम सहितपूजां चक्रे मम प्रभो पृच्छदे जन्मकर्मादिसर्वज्ञायापि बालयोः वरुणाया ब्रुवं सर्वं जन्मविद्याद्युपागमम् श्रुत्वा सीदासुदौ देवः स चक्रेऽम्बरभूषणैः देवदत्तमिति ग्राह्यमिति मद्वाक्यगौरवाद आहृदं राजपुत्राभ्यां यद्दत्तं वरुणेन तत् प्रसन्नेन तयोर्वाद्यगानविद्यावयोगुणैः तदो मामब्रवीत् सीतामुद्दिश्य वरुणकृती सीतापतिव्रता धुर्या रूपशीलवयोन्विता वीरपुत्रा महाभागात्यागं नार्हति कर्षिचित् महती हानिरेतस्यात्यागे हि रघुनन्दन सिद्धीनां परमासिद्धिरेषा ते ह्यनपायिनी पामरैर्महिमानास्या ज्ञायते यदि दूषितैः का हानिस्तावता राम पुण्यश्रवणकीर्तन अस्मात् साक्षिकमेतस्याः पावनं चरितं सदा सद्यस्ते सिद्धिमायान्ति ये सीतापदचिन्तकाः यस्या सङ्कल्पमात्रेण जन्मस्थितिलयादिकाः भवन्ति जगदां नित्यं व्यापारा ऐश्वरा अमी सीता मृत्युसुधा चेयं तपत्येषा च वर्षति स्वर्गो मोक्षस्तपोयोगो दानं च तव जानकी ब्रह्माणं शिवमन्यांश्च लोकपालान्मदादिकान् करोत्येषा करोत्येव नान्या सीता तव प्रिया त्वं पिता सर्वलोकानां सीता च जननीत्यदः कुदृष्टिरत्र तु क्षेम योग्यान तव कर्हिचिद वेत्ति सीतां सदा शुद्धां सर्वज्ञो भगवान् स्वयं भवानपि सुतां भूमेः प्राणादपि गरीयसीम् आदर्तव्या त्वया तस्मात् प्रिया शुद्धेदि जानकी न च शापपराभूदिस्सितायां त्वयि वा विभो इमानि मम वाक्यानि वाच्यानि जगदां पदिं रामं प्रति त्वया साक्षाद्वाल्मीके मुनिसत्तम इत्युक्तो वरुणेनाहं सीदासङ्ग्रहकारणाद् एवमेव हि सर्वैश्च लोकपालैरपि प्रभो श्रुतं रामायणोद्गानं पुत्राभ्यां ते सुरासुरैः गन्धर्वैरपि सर्वैश्च कौतुकाविष्टमानसैः प्रसन्ना एव सर्वेऽपि प्रशशं सुसुतौ च ते त्रैलोक्यं मोहितं ताभ्यां रूपगानवयोगुणैः दत्तं यल्लोकपालैस्तु सुताभ्यां स्वीकृतं हि तद् ऋषिभिश्च वर आभ्यामनेभ्य कीर्तिरेव च एकरामं जगत्सर्वं पूर्वं मुनिविलोकितं त्रिराममधुना जातं सुताभ्यां तेऽखिलेक्षितं एककामपरा मूर्तिर्लोके पूर्वमवेक्षिता कामैश्च दुर्भिरध्यायं जायते च यतस्ततः सर्वत्रान्यत्र राजेन्द्र रामपुत्रौ कुशीलवौ गीयते अत्र संकोच किं कृतो विदुषित्वयि कृतेषु तव सर्वेषु श्रूयते महदी स्तुतिः त्यागादन्यत्र सीताया पुण्यश्लोकशिरोमणे त्वया त्रैलोक्यनाथेन गार्हस्थ्यमनुकुर्वता अङ्गीकार्यौ सुतौ राम विद्याशीलगुणान्वितौ न तौ स्वामादरं हित्वा स्थास्यतो भवदन्तिके जनन्या सहितौ तस्मादाकार्यौ भवदा सुतौ दत्त एव तयेदानीं सेनासं जीवनात् पुनः प्रत्ययसर्वलोकानां पावनः पतदामपि नाज्ञातं तेन चास्माकं नामराणां च मानद शुद्धौ तस्यास्तु लोकानां यन्नष्टं तदिह ध्रुवं शेष उवाच इति वाल्मीकिना रामसर्वज्ञोऽप्यवबोधितः स्तुत्वा नत्वा च वाल्मीकिं प्रत्युवाच स लक्ष्मणम् गच्छ तादाधुना सीतामानेतुं धर्मचारिणीं सपुत्रां रथमास्ताय सुमन्त्रसहितः सखे श्रावयित्वा ममेमानि मुनेश्च वचनान्यपि सम्बोध्य च पुरीमेदां सीतां प्रत्यानयाश्रुतां लक्ष्मण उवाच यास्यामि तव सन्देशात् सर्वेषां न प्रभोर्विभो देव्या यास्यति चेद्देव यात्रा मे सफला ततः मयि सामाभ्यसूयैव पूर्वदोषवशात् सदि अनागतायां तस्यां दुःक्षमस्वागन्तुकं मम इत्युक्त्वा लक्ष्मणो रामं रथे स्थित्वा नृपाज्ञया सुमित्रमुनिशिष्याभ्यां युदोगात् भूमिजाश्रमं कथं प्रसादनीया स्यात् सीता भगवती मया पूर्वदोषं विजानन्ती रामाधीनस्य मे सदा एवं सञ्चिन्तयन्नन्तर्हर्षसङ्कोचमध्यगः लक्ष्मणप्राप सीताया आश्रमं श्रमनाशनम् रद्धात् सोधा वरुह्यारादश्रुरुद्ध विलोचनः आर्ये पूज्ये भगवति शुभे इति वदन्मुहुः। पपाद पादयोस्तस्या वेपमानाखिलाङ्गकः उद्धापितस्तया देव्या प्रीतिविह्वलया स च। किमर्थमागदः सौम्यवनं मुनिजनप्रियम्, आस्ते स कुशली देवकौसल्याशुक्रिमौक्तिकः। आरोषो मयि कश्चित् स कीर्त्या केवलया धृतः, कीर्त्यते सर्वलोकैश्च कल्याणगुणसागरः। अकीर्तिभीतिमापन्नस्त्यक्तुं मां त्वां नियुक्तवान्, यदि ततश्च लोकेषु कीर्तिस्तस्यामलाभवद। मृत्वापि पदि सत्कीर्तिं कुर्वन्त्या मे हि सुस्थिरा, पदि सामीप्यमेवाशु भूयादेव हि देवर। त्यक्तयापि मया तेन न सौ त्यक्तो मनागपि फलं हि साधनायत्तं, हे दुःफलवशो न तु कौसल्याशल्यशून्यासौ कृपापूर्णा सदा मयि। आस्ते कुशलिनी यस्याः पुत्रस्त्रैलोक्यपालकः, सर्वे कुशलिनः सन्ति भरताद्याश्च बान्धवाः। सुमित्रा च महाभागा यस्या प्राणादहं प्रिया, मद्वत्किं त्वमभित्यक्त सर्वलोकेषु कीर्तये, राज्ञ किं दुस्त्यजं तस्य स्वात्मापि यस्य न प्रियः। इत्येवं बहुधा पृष्ठस्तया रामानुजः सदाम् उवाच। कुशली देवकुशलं त्वयि पृच्छति, कौसल्या च सुमित्रा च याश्चान्या राजयोषितः, पप्रच्छु कुशलं देवि प्रीत्या त्वामाशिषा सह। कुशलप्रश्नपूर्वं हि तव पादाभिवन्दनं निवेदयामि शत्रुघ्न भरताभ्यां कृतं शुभे। गुरुभिर्गुरुपत्नीभिः सर्वाभिरपि ते शुभे, दत्ताशी कुशलप्रश्नकृतश्च त्वयि जानकि। आकार यदि देवस्त्वां निर्व्यलीकेन चात्मवान्, अलभ्यान्यरदिस्त्वत्तोऽन्यत्र सर्वत्र भामिनि। शून्या एव दिश सर्वास्त्वां विना जनकात्मजे, पश्यन् रोदिति नाधो नो रोदयन्नितरानपि। यत्र देवि स्थितासि त्वं नित्यं स्मरति राघवः, अशून्यं तु तमेवासौ मन्यमानो विदेहजे। धन्योऽयमाश्रमो जादो वाल्मीकेर्यत्र जानकी, कालं क्षपदि वार्ताभिर्मदीयाभिर्वदन्निधि। उक्तवान्यद्रुदन् किञ्चित् स्वामी नस्त्वयि तच्छृणु, व्यक्रीभवति वक्तुर्यद्धृद्गदं तदसंशयम्। लोका वदन्ति मामेव सर्वेषामीश्वरेश्वरम्, अहं त्वद्दृष्टमेवैषां स्वतन्त्रं कारणं ब्रुवे। अदृष्टमेव कार्येषु सर्वेषोऽप्यनुगच्छति, ईशनीया कुतो नैदधन्वीयुः सुखदुःखयोः। धनोर्भङ्गे मदिभ्रंशे कैकय्या मरणे पितुः, अरण्यगमने तत्र हरणे तव वारिधेः। तरणे रक्षसां भर्तुर्मारणेऽपि रणे रणे, सभायी भवने मह्यमृक्षवानररक्षसाम् लाभे तव प्रतिज्ञाया सत्यत्वे च सती मणे पुनः स्वबन्धुसम्बन्धे राज्यप्राप्तौ च भामिनि पुनः प्रिया वियोगे च कारणं यदवारणं प्रसीदति तदेवाद्य संयोगे पुनरावयोः वेदोऽन्यथा कुतो येन लोकोत्पत्तिलयौ यतः लोकाननुगतस्तस्मात् कारणं प्रथमं त्वहम् अदृष्टमनुवर्तन्ते लोकाः सम्प्रतिबोधकाः भोगेन जीव्यते दृष्टं तत्तद्भुक्तं त्वया वने स्नेहो कारणकसीदे वर्धमानो मयि त्वयि लोकादृष्टे तिरस्कृत्य त्वामाह्वयत आदराद शङ्कितेनापि दोषेण स्नेहनैर्मल्यमज्जनं भवतीति स वैशुद्ध आस्वाद्यो विबुधैः सदा स्नेहशुद्धिरियं भद्रे कृदा मे त्वयि नान्यथा मम तव्यं रक्षितोऽप्येष लोकशिष्टानुवर्तिना आवयोर्निन्दयो देवी सर्वावस्था सुशुद्धये लोको नश्येद्धि सम्मूढश्चरितैर्महदामयम् आवयोरुज्ज्वला कीर्तिरावयोरुज्ज्वलो रसः आवयोरुज्ज्वलौ वंशवावयोरुज्ज्वला क्रियाः भवेयुरावयो कीर्तिर्गायका उज्ज्वला भुवि आवयोर्भक्तिमन्तो ये ते यात्यन्ते भवाम्बुधेः इत्युक्त्वा भवति तेन प्रीयमाणेन ते गुणैः पत्युः पादाम्बुजे द्रष्टुं करोतु सदयं मनः वासांसि रमणीयानि भूषणानि महान्ति च अङ्गरागस्तथा गन्धा मनोज्ञास्त्वयि योजिताः रथो दास्यश्च रामेण प्रेषिता उत्सवायते छत्रं च चामरे शुभ्रे गजा अश्वाश्च शोभने स्तूयमाना द्विजश्रेष्ठैः सुदमागधबन्धिभिः वन्द्यमाना पुरस्त्रीभिः सेव्यमाना च योद्धृभिः पुष्पैः सञ्चाद्यमाना च देवी देवाङ्गनादिभिः धनानि ददति तेभ्यो द्विजादिभ्यो यथेप्सितम् गजारूढौ कुमारौ च पुरस्कृत्य जनेश्वरी मयानुगम्यमाना च गच्छायोध्यां निजां पुरीं त्वयि तत्र गदायां तु सङ्गदायां प्रियेण ते सर्वासां राजा नारीणामागतानां च सर्वशः सर्वासां ऋषिपत्नीनां कौसलानां तथैव च मङ्गलैर्वाद्यगीताद्यैर्भवत्वद्य महोत्सवः शेष उवाच इति विज्ञापनां देवी श्रुत्वा सीता तमाह सा नाकं कीर्तिकरीराज्ञो ह्यपकीर्तिस्वयं त्वहम् किं मया तस्य साध्यं स्याद्धर्मकामार्थशून्यया सत्येवं भवतां भुवे को विश्वासो निरङ्कुशे प्रत्यक्षा वा परोक्षा वा भर्तुर्दोषा मनस्थिताः न वाच्य जादुमादृश्या कल्याणकुलजादया पाणिग्रहणकाले मे यद्रूपो हृदये स्थितः तद्रूपो हृदयान्नासौ कदाचितपसर्पति लक्ष्मणे मौ कुमारौ मे तत्ते जोंशसमुद्भवौ वंशां गुरौ महाशूरौ धनुर्विद्या विशारदौ नीत्वापि दुःसमीपं तु लालनीयौ प्रयत्नतः तपसा राधयिष्यामि रामं काममिह स्थिता वाच्यं त्वया महाभागपूज्यपादाभिवन्दनं सर्वेभ्यः कुशलं चापि गत्वेतो मदपेक्षया पुत्रौ समाधिसत्सीदा गच्छदं पितुरन्धिकं शुश्रूषणीय एवासौ भवद्भ्यां स्वपदप्रदः आज्ञप्ता वाप्यनिच्छन्तौ तौ कुमारौ कुशीलवौ वाल्मीकिवचनात्तत्र जग्मतुश्च स लक्ष्मणौ वाल्मीकेरेव पादाब्जसमीपं तत्सुतौ गतौ लक्ष्मणोऽपि ववन्दे तं गत्वा बालकसंयुतः वाल्मीकिर्लक्ष्मणस्तौ दु कुमारौ मिलिता अमी सभायां संस्थितं रामं ज्ञात्वा ते जग्मुरुत्सुकाः लक्ष्मणप्रणिपत्याध सीतावाक्यादिसर्वशः कथयामास रामाय हर्षशोकयुतसुधीः सीतासन्देशवाक्येभ्यो रामो मूर्च्छां समन्वभूद संज्ञामवाप्य चोवाच लक्ष्मणं नयकोवितं गच्छ मित्र पुनस्तत्र यत्नेन महता च तां शीघ्रमानय भद्रं ते मद्वाक्यानि निवेद्य च अरण्ये किं तपस्यन्त्या गतिरन्या विचिन्तिता श्रुता दृष्टाथ वामतो यन्नागच्छसि जानकि त्वदिच्छया त्वमेवेदो गतारण्यं मुनिप्रियं पूजिता मुनिपत्न्यस्ता दृष्टा मुनिगणास्त्वया पूर्णो मनोरथस्तेद्य किं नागच्छसि भामिनि न दोषं मयि पश्येस्त्वं स्वात्मेच्छाया विलोकनाद गत्वा गत्वाद वामोरुपदिरेव गतिस्त्रियाः निर्गुणोऽपि गुणाम्भोधि किं पुनर्मनसेप्सितः याया क्रिया कुलस्त्रीणां सा सा पत्युप्रतुष्ठये पूर्वमेव प्रतुष्ठोऽहमिदानीं सुतरां त्वयि यागो जपस्तपोदानं व्रतं तीर्थं दयादिकं देवाश्च मयि सन्तुष्टे तुष्टमे ददसंशयम् शेष उवाच इति सन्देशमादाय सीतां प्रति जगत्पदेः आहलक्ष्मण आत्मेशमानतः प्रणयाद्धरौ सीतानयनमुद्दिश्य प्रसन्नस्त्वं यदूचिवान् कथयिष्यामि तद्वाक्यं विनयेन समन्वितम् इत्युक्त्वा पादयोर्नत्वा रघुनाथस्य लक्ष्मणः जगाम त्वरिदसीदां रथे तिष्ठन्महाजवे वाल्मीकिश्रीयुतौ वीक्ष्य रामपुत्रौ महौजसौ उवाजस्मितमादाय मुखं कृत्वा मनोहरम् युवां प्रगायतां पुत्रौ रामचारित्रमद्भुतं वीणां प्रवादयं तौ च कलगानेन शोभितम् इत्युक्तौ तौ सुतौ रामचारित्रं बहुपुण्यदम् अगायदां महाभागौ सुवाक्यपदचित्रितम् यस्मिन् धर्मविधिः साक्षात् पादिव्रत्यं तु यस्थितं भ्रातृस्नेहो महान्यत्र गुरुभक्तिस्तथैव च स्वामिसेवकयोर्यत्र नीतिर्मूर्तिमदी किल अधर्मकर शास्तिं वै यत्र साक्षाद्रघुद्वहद तद्गानेन जगद्व्याप्तं दिवि देवा अपि स्थिताः किन्नरा अपि यद्गानं श्रुत्वा मूर्च्छामिदाः क्षणाद वीणायारणिदं श्रुत्वा कालमानेन शोभितं निखिला परिषत्तत्र शालभं जीवचित्रिता हर्षादश्रूणि मुञ्चन्तो रामाद्या भूमिपास्तथा सद्गानपञ्चमालापमोहिताश्चित्रितोपमाः तत्र रामसुतौ दृष्ट्वा महागानविमोहकौ अदाताभ्यां सुवर्णस्य लक्षं पृथक् पृथक् तदा दानपरं दृष्ट्वा वाल्मीकिं मुनिसत्तमम् अब्रूदां प्रहसं तौ किञ्चिद्वक्रभ्रुवौ ततः मुने महानयोनेन क्रियते भूमिपेन वै यदा वाभ्यां सुवर्णानि दातुमिच्छति लोभयन् प्रतिग्रहो ब्राह्मणानां शस्यदे नेतरेषु वै प्रतिग्रहपरो राजा नरकायैव कल्पते आवयो कृपया मुक्तं राज्यं भुङ्क्ते महीपतिः कथं दातुं सुवर्णानि वाञ्छति श्रेयसां चितः इत्युक्तवन्तौ तौ दृष्ट्वा वाल्मीकिकृपयायुतः अशंसद्युष्मत्पितरं जानीतां नीतिवित्तमौ इति श्रुत्वा मुनेर्वाक्यं बालकौ नृपपादयोः लग्नौ विनयसंयुक्तौ मातृभक्त्यादिनिर्मलौ रामो बालौ दृढं स्वाङ्गे परिरभ्य मुदान्विदः मेने स्त्रियास्तदा धर्मौ मूर्तिमन्तावुपस्थितौ सभापि रामसुधयोर्वीक्ष्य वक्त्रे मनोरमे जानकी पतिभक्तित्वं सत्यं मेने मुनीश्वर इति शेषमुखप्रोक्तं श्रुत्वा वात्स्यायनो ब्रवीद रामायणं श्रोतुमना सर्वधर्मसमन्वितं वात्स्यायन उवाच कस्मिन् काले कृतं स्वामिन् रामायणमिदं महद कस्माच्चकार किं तत्र वर्णनं तद्वदस्य मे शेष उवाच एकदा गतवान् विप्रो वाल्मीकिर्विपिनं महद यत्र तालास्तमालाश्च किं शुका यत्र पुष्पिताः केतकी यत्र रजसा कुर्वदि सौरभं वनं शशिप्रभेव महदी दृश्यते शुभ्र कर्णभृद चम्पको बकुलश्चापि कोविदारकुरण्डकः अनेके पुष्पिदा यत्र पादपाशोभने वने कोकिलानां विरावेण षट्पदानां च शब्दितैः सङ्कुष्ठं सर्वदोरम्यं मनोहरवयोन्वितम् तत्र क्रौञ्चयुगं रम्यं कामबाणप्रपीडितं परस्परं प्रहृषितं रेमे स्निग्धतया स्थितं तदा व्याधः समागत्य तयोरेकं मनोहरम् अवधिनिर्धय कश्चिन् मांसास्वादनलोलुपः तदा क्रौञ्ची व्याधहतं स्वपदिं वीक्ष्य दुःखिता विललापभृशं दुःखान्मुञ्चन्ती रावमुच्चकैः तदा मुनिप्रकुपिदो निषादं क्रौञ्चखादकं शशापवायुपस्पृश्य सरिदः पावनं शुभम् मा निषादप्रधिष्ठां त्वमगमशाश्वती समाः यत्क्रौञ्च पक्षिणोरेकमवधीकाममोहितं तदा प्रबन्धं श्लोकस्य जातं मत्वा ह्यनुद्विजाः ऊजुर्मुनिं प्रहृष्टास्ते शंसन्तः साधु साध्विति स्वामिन् चापो दिदेवाह्ये भारती श्लोकमादनोद अत्यन्तं मोहनो जातश्लोकोऽयं मुनिसत्तम तदा मुनिप्रहृष्टात्मा बभूव वाडवर्षभ तस्मिन् काले समागत्य ब्रह्मा पुत्रैः समन्वितः वचो जगाद वाल्मीकिं धन्योऽसि त्वं मुनीश्वर भारती त्वन्मुखे स्थित्वा श्लोकत्वं समपद्यत तस्माद्रामायणं रम्यं कुरुष्व मधुराक्षरं येन ते विमला कीर्तिरा कल्पान्तं भविष्यति धन्यास्यैव मुखे वाणी रामनाम्ना समन्विता अन्या कामकथा नृणां जनयत्येव पादकम् तस्मात् कुरुष्व रामस्य चरितं लोकविश्रुतं येन स्यात् पापिनां पापहानिरेव पदे पदे इत्युक्त्वान्तर्दधे स्रष्टा सर्वदेवैः समन्वितः ततः सञ्चिन्तयामास कथं रामायणं भवेद् तदा ध्यानपरो जादो नदीतीरे मनोरमे तस्य चेदस्यतो रामप्रादुर्भूतो मनोहरः नीलोत्पलदलश्यामं रामं राजीवलोचनं निरीक्ष्य तस्य चरितं भूतं भाविभवच्चयत तदात्यन्तं मुदं प्राप्तो रामायणमथासृजत मनोरमपदैर्युक्तं वृत्तैर्बहुविधैरपि षट्काण्डानि सुरम्याणि यत्र रामायणेन क बालमारण्यकं चान्यत्किष्किन्धा सुन्दरं तथा युद्धमुत्तरमन्यच्च षडेतानि महामदे शृणुयाद्यो नरपुण्यात् सर्वपापैः प्रमुच्यते तत्र बाले तु सन्तुष्टपुत्रेष्ठ्या चतुरः सुतान् प्राप पङ्क्तिरथः साक्षाद्धरिं ब्रह्मसनातनं सकौशिकमखं गत्वा सीतामुद्वाह्य भार्गवम् आगत्य पुरमुत्कृष्टो यौवराज्यप्रकल्पनं मातृवाक्याद्वनं प्रागात् गङ्गामुत्तीर्य पर्वतं चित्रकूटं महिलया लक्ष्मणेन समन्वितः भरतस्थं वने श्रुत्वा जगामभ्रातरं नयी तमप्राप्य स्वयं नन्दिग्रामे वासमचीकरत बालमे दच्छृणुष्वान्यदारण्यकसमुद्भवं मुनीनामाश्रमे वासस्तत्र तत्रोपवर्णनं नासाच्छेदशूर्पणख्या करदूषणनाशनं मायामारीजहननं दैत्याद्रामापहारणं वने विरहिणाभ्रान्तं मनुष्यचरितं हृदम् कबन्धप्रेक्षणं तत्र पम्पायां गमनं तथा हनुमदा सङ्गमनमित्येतद्वनसंज्ञितम् अपरं च शृणु मुने संक्षिप्य कथयाम्यहम् सप्ततालप्रभेदश्च वालेर्मारणमद्भुतं सुग्रीवे राज्यदानं च नगवर्णनमित्युद लक्ष्मणात्कर्मसन्देशः सुग्रीवस्य विवासनं तथा सैन्यसमुद्देश्यसीतान्वेषणमप्युद सम्पादिप्रेक्षणं तत्र वारिधेर्लङ्घनं तथा परतीरे कपिप्राप्तिः कैष्किन्धं काण्डमद्भुतं सुन्दरं शृणु काण्डं वै यत्र रामकथाद्भुता प्रदिगेहे प्रदिभ्रान्ति कपेश्चित्रस्य दर्शनं सीतासं दर्शनं तत्र जानक्या भाषणं तथा वनभङ्गप्रकुपितैर्बन्धनं वानरस्य च ततोऽजङ्गा प्रज्वलनं वानरैः सङ्गतिस्तदः रामाभिज्ञानदानं च सैन्यप्रस्थानमेव च समुद्रे सेतुकरणं शुकसारणसङ्गतिः इति सुन्दरमाख्यातं युद्धे सीतासमागमः उत्तरे ऋषिसंवादो यज्ञप्रारम्भ एव च तत्रानेका रामकथा शृण्वतां पापनाशकाः इति षट्काण्डमाख्यातं ब्रह्महत्यापनोदमं संक्षेपदो मया तुभ्यमाख्यातं सुमनोहरम् चतुर्विंशतिसहस्रं षट्काण्डपरिचिह्निदं तद्वै रामायणं प्रोक्तं महापादकनाशनम् तच्छ्रुत्वा राघवप्रीतः पुत्रा वाधाय चासने दृढं तौ परिरभ्याध सीतां सस्मारवल्लभाम् इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे रामायणगानं नाम षष्टितमोऽध्यायः ॐ